गतवर्गे किम् अस्माकं किम् अभवत् तत्र जुगत्यादिगणे अचन्तधातूनाम् इति विषये अस्माकं चर्चा अभवत्। तत्र दा एवं धा धातु समाप्तौ तत्र कस्यापि प्रश्नः अस्ति वा? अस्तु, प्रश्नः नास्ति चेत् इदानीम् अग्रे गच्छामः। अग्रे किमस्ति? अग्रे अस्ति इकारान्त इकारान्त धातवः, इकारान्त इकारान्त धातवः। तत्र सर्वे तत्र कृपया तत्र गच्छन्तु सर्वे। प्राप्नोति वा? आम् महोदय, आम् आमां सर्वे प्राप्नुवन्ति वा? आमां श्रूयते वा? मम ध्वनिः श्रूयते वा? आमामां श्रोतुं शक्नोमि। आम् महोदय। हा, द्वितीयबिन्दुः अस्ति इकारान्त इकारान्त धातवः च। अस्तु, तर्हि आरभामहे। इदानीं रघुपतिमहोदय पठतु। एकवारं महोदय, कुत्र प्रथम आरम्भात् खलु, आरम्भतः खलु? आमाम्। अस्तु, इकारान्त उकारान्त च अङ्गानाम् एकवारं महोदय, एकवारं क्षम्यतां, कुत्र तदेव अस्ति खलु? सेवेन् न टु टु एकवारं क्षम्यतां महोदय, द्वितीयबिन्दुः इकारान्तदातवः ईकारान्तदातवः एकवारं द्वितीयबिन्दु इति अस्ति एक क्षम्यतां महोदय, कुत्र किञ्चित् एकवारम् एकवारं कुत्र हलं कर्तुम् आचार्य एकवारं एकनिमिषं महोदय, एकनिमिषः सिक्स् ज्योत्यादिगणे अजन्तदातवः इति तस्मिन्नेव खलु, तस्मिन्नेव वा? अस्तु, अस्तु, अहम् अग्रिमकरपत्रे गतवान् आसीत् एकवारम् एकवारं महोदय, किं तस्य अस्तु इदानीं भवान् अनन्तरं पठतु। अस्तु अस्तु महोदय, अनन्तरं पठामि। मलर् मलर् महोदय पठतु। महोदय, इकारान्तदातवः ईकारान्तदातवः च दातवः, त्रयः इकारान्त ईकारान्तदातवः सन्ति, वर्गद्वये विभक्ताः यतः अजादि अपि च कार्यं पृथक्तया क्रियते। हि ज्ञाने हि धातुः, हिभिः भये हि धातुः, असंयोगपूर्वो धातौ, हि लज्जायां हि धातुः संयोगपूर्वः, हि अधे पठामि हि युक्तम् अभ्यासकायं च परिशीलनीयं, हि युक्तम् अभ्यासकायं च परिशीलनीयं, हि युक्तम् अभ्यासकायं च परिशीलनीयम्, अलादि अपि च सारधातुक आधातुकयोः सारधातुक आधातुकयोः इत्यनेन गुणः, इति योगः कि विदे योगः कि विभेति, अजादि पित्सु सारधातुक आर्धधातुकयोः इत्यनेन गुणः, एतो यावः इत्यनेन अय आदेशः, विधि योगः आनि विदे योगः आनि विद् योगः अय योगः आनि विभ यानि अलादि अपित्सु इति च इत्यनेन गुणनिषेधः, किमपि कार्यं नास्ति इति योगः सः विदितः, अजादि अपिष्टु अशिष्टुकासु ध्रुवां योर्यं वङ्गौ इत्यनेन संयोगपूर्वस्य यङ् आदेशः इति योगः अपि हर् योगः य योगः अपि स्वीकृत्यति केरणेकासौ असंयोगपूर्वस्य इत्यनेन असंयोगपूर्वस्य यन् आदेशः इति योगः अपि हित् योगः य योगः अपि विद्यति अत्र अलादि अस्ति चेत् गुणः भवति दिवि योगः अस्ति दिवे योगः अस्ति दिवेति इति भवति अजादिकृत् अस्ति चेत् अपि गुणः भवति तदनन्तरम् एषयावयवः इत्यनेन अय आदेशः भवति दिवियोगः आनि दिवे योगः आनि दिप् योगः ऐ योगः आलि दिव यानि अलादि अपि अस्ति चेत् विद्वत् भवति गुणनिषेधः अतः किमपि कार्यं नास्ति इति योगः सः भीतः अजादि अपि अस्ति चेत् अचिष्णुतासु ध्रुवां यो यम् इति अनेन सूत्रेण इयम् आदेशः भवति अत्र दृष्टि योगः अपि अतः इयम् आदेशः भवति इकारस्थाने य जिहर् योगः य योगः अपि तिष्ठि अपि एतत् संयोगपूर्व पूर्वस्य धातोः एव भवति असंयोगपूर्व अस्ति चेत् वेरणे कासौ असंयोगपूर्वस्य इति रूपेण यन् आदेशः भवति दिधि योगः अपि असंयोगपूर्वः अतः ईकारस्य स्थाने यकारः भवति दिप् योगः य योगः अपि विद्यति इति भवति तर्हि अत्र नूतनकार्यं केवलम् अजादि अपेक्षु अस्ति तत्र गुणः तु न भवति अतः वयं जानीमः तत्र गुणः न भवति चेत् अजादि प्रत्यये परे अस्ति चेत् अचिष्णुधातु ब्रुवां ध्रुवोर्यम् उमङ्गौ इति सूत्रेण इयं भवति तर्हि इति तु औत्सर्गसूत्रमस्ति सर्वदा अजादिप्रत्यये परे अस्ति चेत् इयङ् उमङ् भवति इयङ् आदेशः भवति परन्तु तस्य अपि अपवादः भवति कदा भवति यदि धातुः अनेकात् अस्ति अपि च तस्य यत् अन्तिम ईकारः अस्ति तत् ईकारात् प्राक् तस्मात् ईकारात् प्राक् संयोगवर्णः नास्ति अनेकात् अस्ति अपि च ईकारात् प्राक् संयोगवर्णः नास्ति तर्हि अचिष्णुधातुभ्रुवाम् इति कार्यं न करोति अपि तु तस्य अपवादः कार्यं करोति एरनेकाचो असंयोगपूर्वस्ति नाम इयङ् आदेशः न भवति अपि तु किं भवति यण् आदेशः भवति यकारः भवति तर्हि अत्र जुगोत्यादिगणे यदा द्वित्वं भवति तदा धातुः अनेकाच् भवति खलु सर्वदा अतः अस्य सूत्रस्य इदानीं प्रथमवारे तस्य शक्तिः आगच्छति यतोहि इदानीं पर्यन्तं कदापि धातुः सामान्यतया अनेकाच् नासीत् इदानीमस्ति अतः इदानीं कार्यं भवति शक्तिः भवति अनेकाच् धातुः अस्ति अपि च असंयोगपूर्ववर्णः अस्ति अतः तत्र यण् आदेशः भवति जिह्रि मध्ये इकारात् प्राक् ह इति संयोगवर्णः अस्ति अतः तत्र अस्य सूत्रस्य कार्यं शक्तिः न भवति यत् औत्सर्गसूत्रमस्ति अचिषु धातुभ्रुवां योगर्यं भवन्तु तस्य एव कार्यं करोति तदा भवति पश्यतु अचिषु धातुभ्रुवाम् इति सूत्रम् एतादृशं किमपि न वदति यत् संयोगपूर्वः एव अस्ति चेत् तर्हि कार्यं न तत्तु भवति सर्वदा कार्यं करोति परन्तु अपवादरूपेण असंयोगः अस्ति चेत् एरनेकाचो कार्यं करोति अतः फलितार्थः अस्ति चेत् अस्ति असंयोगमस्ति चेत् एरनेकाचो संयोगः अस्ति चेत् अचिष्णुधातु तर्हि यत्र संयोगः अस्ति तत्र इयङादेशः भवति तज्जिह्रियते भवति जिह्रियति यत्र संयोगः नास्ति तत्र यण् आदेशः भवति बिभ्यति सर्वे अवगच्छन्ति वा आं महोदय तत्र अचिष्टु धातु ब्रुवा इति यण्सन्धेः बाधकसूत्रमस्ति, पुनः यण्सन्धिः न भवति इति कृत्वा यणकाचित् कृत्वा तर्हि इको यणचि इति सर्वसामान्यसूत्रमस्ति. तत् प्रबाध्य यत्र गुणः भवति तत्र सार्वधातुकाध्यारोपकयोः कार्यं करोति, यतोहि परत्वात् तस्य प्रसक्तिः भवति. परन्तु यत्र गुणः न भवति तत्र तत्र किमस्ति, तत्र सार्वधातुकाध्यारोपकयोः कार्यं कर्तुं न शक्नोति. अतः इदानीम् इको यणचि कार्यं न करोति, अपि तु अचिषु धातु ब्रुवां युवर्योनोरुन्धो कार्यं करोति. सर्वे म्यूट् कुर्वन्तु. एको भवति तस्यापि अपवादः अस्ति, एरनेकाचौ असंयोगपूर्वस्य. अस्माभिः पूर्वमेव पठितं खलु, तत्र अचिषु धातु अत्र अष्टाध्यायम् उद्घाटयन्ति सर्वे 6477 सूत्रम् उद्घाटयन्ति सर्वे. सूत्रं किमस्ति? तत्तु इयङ् आदेशः भवति. तस्य अनन्तरं 6481 सूत्रं किमस्ति? तदपि अस्माभिः पठितम् अदादिगणस्य विषये. तत्र अजादिप्रत्यये परे अस्ति चेत् अपि च इण् धातुः अस्ति चेत् इयङ् आदेशः न भवति, अपि तु यण् आदेशः भवति. आम् सत्यम्, अस्माकं परिचितं सूत्रमस्ति. तदनन्तरं किं सूत्रमस्ति? इणो यण् इति सूत्रात् यण् इत्यस्य अनुवृत्तिः भवति इरनेकाचो संयोगपूर्वस्य. तर्हि इणो यण् इरनेकाचो अचिष्टु मातुभृवाम् इति सूत्रस्य अपवादौ स्तः. तर्हि इयङ् आदेश न कृत्वा आदेशं न कृत्वा यण् आदेशः करणीयम् इति इरनेकाचो सूत्रं वदति. तर्हि इदानीम् अग्रे पठामः सूत्रं किं वदति. तर्हि अचिष्टु मातुभृवां तु अस्माकं परिचितं सूत्रमस्ति. रघुपति महोदय, अचिष्टु धातु ब्रुवाम् इति सूत्रस्य प्रथमवाक्यं पठतु, अपि च अनुवृत्ति पठतु. ध्वनिः भवति वा महोदय इदानीं वदामि चेत्? न वदतु. अस्तु, स्नुप्रत्ययाङ्गस्य इत्युक्ते स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयम् उवञ्च आदेशः भवति अजादिप्रत्यये परे इति. इदानीं सम्पूर्ण अनुवृत्तिसहितसूत्रमस्ति. युवोः इत्युक्ते युवोः स्नुधातुब्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि पदे इति अस्ति. अत्र स्नु इत्यस्य उवङ्गादेशः, अपि च इकार उकारयुपि धातु अस्ति चेत् तस्य इयङ् उवङ् भवति इति अस्ति, अथवा ब्रूधातोः अपि अचिपदे ब्रूप्रातिपदिकं क्षम्यताम्. तर्हि स्नुप्रत्ययान्त अङ्गं यथा स्वादिगणे, अपि च भ्रू इति प्रातिपदिकम्, अपि च इयङ् इकारान्त उकारान्त धातु तेषाम् अजादिप्रत्यये परे इकारस्य स्थाने इयङ् उकारस्थाने उवङ् इति भवति. तर्हि अत्र कथं जानीमः, अत्र महोदय इयङ् उवङ् यत् अस्ति सम्पूर्णधातोः स्थाने भवति वा अन्तिमस्थाने अक्षरस्य स्थाने भवति वा, कथं जानीमः? स्नु इति वदामः चेत् प्रत्यय ग्रहणे तदन्तस्य ग्रहणम् इति न तद् न अहं गच्छामि. इयङ् उवङ् इति आदेशः यत् अस्ति सः आदेशः सम्पूर्णधातोः स्थाने भवति वा? यत्र विशेषणमस्ति, हा विशेषणविशेषमस्ति तत्र एनमि तदन्तस्य इत्यनेन तत्र विशेषस्य अन्तिमवर्णस्य स्थाने भवति इति अस्ति एनमि तदन्तस्य इत्यनेन अलोन्तस्य एनमि तदन्तस्य इत्यनेन येन सूत्रेण जानाति यत् अन्ते भवति येन विधि सदन्तस्य अपि च येन विधिसदन्तस्य वदति यवोः अङ्गं केवलम् इकार उकार न, अपि तु तादृशम् अङ्गं यस्य अन्ते इकार उकारः भवति. मम प्रश्नः अस्ति, यङ् उवङ् यत् अस्ति, यङ् यत् अस्ति, तद् अन्तिम इकारस्य स्थाने भवति अथवा सम्पूर्णधातोः स्थाने भवति? एतत् अनेका च अनेकाल् अस्ति, परन्तु नित् अस्ति, अतः अन्तिमस्थाने भवति. नित् अस्ति, निच्च इत्यनेन भवति. निच्च इत्यनेन भवति, निश्चयेन भवति. अनेकाल् अस्ति सर्वस्य इति अस्ति, निच्च अलोन्तस्य अपि च निच्च इति अस्ति सूत्रम्. तर्हि अलोन्त्यस्य सूत्रं वदति अन्तिमस्थाने भवति, परन्तु अनेकाल्षित् सर्वस्य तस्य अपवादः अस्ति. तत् वदति अनेकाल्षित् सर्वस्य वदति अनेकाल् अस्ति अथवा षित् अस्ति चेत् सर्वस्थाने भवति. तस्यापि बाधकमस्ति, अपवादः अस्ति निच्च. अनेकाल् अस्ति चेदपि, नित् अस्ति चेत् अन्ते भवति. तर्हि इयङ् उवङ् अत्र अनेकाल् अस्ति खलु, परन्तु नित् अस्ति, अतः अन्तिम इकारस्थाने, अन्तिम उकारस्थाने एव भवतः, न तु सम्पूर्णधातोः इति अस्ति. अस्तु, तर्हि एतादृशम् एतत्तु अस्माकं परिचितं सूत्रम्. इदानीं नूतनसूत्रमस्ति, अग्रे पठतु. एरणेकाचो संयोगपूर्वस्य असंयोगपूर्व अनेकाश् इकारान्त अङ्गस्य यण् आदेशः भवति अचिपरे. येन विधि सदन्तस्य इत्यनेन तादृशधातु यस्य अन्ते इकारः, न तु केवलम् इकाररूप अङ्गम्. अलोन्तस्य इत्यनेन अन्त्यस्य अल्वर्णस्य एणादेशः, न तु पूर्णाङ्गस्य. न एकम् अनेकम्, अनेके एकाचः, यस्मिन् सः अनेकाच् नञ् तत्पुरुषगर्भ बहुव्रीहि तस्य अनेकाचः. नास्ति संयोगः पूर्वे यस्य सः असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य. एः षष्ट्यन्तम् अनेकाचः षष्ट्यन्तम् असंयोगपूर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम्. इणोयण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः अचिष्णु धातु ब्रुवाङ् युवोरियङ् वङ्गौ इत्यन् इत्यस्मात् अचि धातोः विपरिणामेन षष्ट्यन्तं भवति इत्यनयोः अनुवृत्तिः. अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् भवति अचिपरे. अचि यण् अचीति इति अनुवृत्तिसहितसूत्रमस्ति. अत्र अनेकाच् भवेत् अनेकाच् अङ्गस्य, तत्र इकारस्य अनेकाच् असंयोगपूर्व अनेकाच् भवेत् तादृश अङ्गम् तत्र इकारान्तङ्गं भवति. इकारान्तङ्गं तस्य यणादेशः भवति, इत्युक्ते यकारादेशः भवति. अत्र यण् इति अत्र इकारः अस्ति खलु, यण् आदेशः भवति अचिपरे इति अस्ति. तर्हि निमित्तं किं? धातु कीदृशः? अनेकाच् असंयोगपूर्व इकारान्तधातु. तस्य अनन्तरं, तस्मात् अनन्तरं यदि, तस्मात् यदि अजादि प्रत्ययः अस्ति चेत्, अजादिप्रत्ययः अस्ति चेत् इकारस्य स्थाने यण् भवति इति अस्ति. सर्वे अवगच्छन्ति वा? आं महोदय. अग्रे पठतु. अग्रे लङि विशेषः. एकनिमिषं. तर्हि तर्हि इदानीं पर्यन्तं वयं जानीमः यत् तर्हि अतः तत्र उपरि लिखितम् अस्ति जिह्रि इति अस्ति. अत्र अपि इकारान्तधातुः अस्ति, अनेकाच् अस्ति, परन्तु असंयोगपूर्वः नास्ति, संयोगपूर्वः अस्ति. अतः तत्र सामान्यतया इयङ् आदेशः भूत्वा जिह्रि इति भवति. परन्तु एरनेकाचो असंयोगपूर्वस्य तत्र बिभियोगः अति, तत्र बिब् मध्ये इकारः अस्ति, तत्र अनेकाच् अस्ति, असंयोगपूर्वः अपि अस्ति, धातुः अपि अस्ति, तस्मात् अजादिप्रत्ययः भवति. अथवा तत्र इकारस्थाने यण् आदेशः भवति, बिभ्यति इति भवति. अस्तु, तर्हि इतस्तु सामान्यम्. तदनन्तरं लङ् लङ् मध्ये वयं जानीमः यत् प्रथमपुरुषः एकवचने प्रत्ययः कः अस्ति? सिद्धतिङ्गप्रत्ययः लङ् प्रथम एकवचने बहुवचने बहुवचने लङ् बहुवचने अत् अत् इति भवति. अत्रे उः लङ् लङ् लङ् मध्ये अत्र लङ् अभ्यस्तङ्गम् इति भवति लङ् लङ् महोदय लङ् लङ् लकारे ये किमस्ति हिलेप् उः इति जुषि जुषि भवति खलु जुषि इति केन सूत्रेण सिजभ्यश्च विजेभ्यश्च इत्यनेन जुस् जूस् अपेक्षा भवति तर्हि मित् लकारः अस्ति चेत् अभ्यस्त अङ्गम् अस्ति चेत् झि स्थाने जुस् भवति खलु तर्हि अत्र अभ्यस्त अङ्गम् अस्ति अतः ऋत्वं भवति अतः तत्र लङ् लकार मित् लकारः अस्ति अतः तत्र झि स्थाने जुस् भवति जुस् मध्ये उः एव अवशिष्यते उः तर्हि इदानीं प्रश्नः भवति उः अग्रे अस्ति चेत् किं कार्यं भवति इति तर्हि विजया महोदय अग्रे पठतु लङ्गी विशेष अस्तु जि लङ्गी विशेषः अबिदि अबिबि योगः जि सिजप्यश्च विधि विधिभ्यश्च इत्यनेन जि प्रत्ययस्य स्थाने जुष् आदेशः अबिबि योगः तत्र ये अनुबन्धलोपानन्तरम् उः एव तिष्ठति जुहिच इत्यनेन इगन्त अङ्गस्य गुणः अबिबे इति भवति अनन्तरम् अबिबे योगः उः यचो यवा यवः इति सूत्रेण ऐ आदेशः भवति अबिब् योगः ऐ योगः उः अबिबयुः इति अन्तिमरूपं निष्पन्नं करोति तर्हि जुषि च सूत्रं पठतु जुषि च अजादौ जुषि परे इगन्त अङ्गस्य गुणः भवति जुषि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं येन विधि तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अङ्ग अन्तस्य इकः स्थाने गुणः आदेशः भवति इक् सस्याच् इत्यस्मात् अचि इत्यस्य अनुवर्तिः मिदेर्गुणः इत्यस्मात् गुणः इति अस्य इत्यस्य अनुवर्तिः अङ्गस्य इत्यस्य अधिकारः युको येन युको गुणवृद्धिः इति परिभाषासूत्रेण इकः स्थाने इकः स्थाने भवति अङ्गवृत्ति सहितसूत्रम् इकः अङ्गस्य गुणः अचि जुषि च किमर्थं जादौ जुषि परे इति चेत् शृणुयुः अत्र जुस् भवति अर्थम् अत्र अजादौ जुषि परे इगन्तस्य गुणः भवति जुस् प्रत्यय अजादि जुस् प्रत्यय परे अस्ति चेत् इगन्त अङ्गस्य गुणः भवति तर्हि अत्र प्रश्नः उदेति अस्य सूत्रस्य आवश्यकता का किमर्थं पाणिनिना नूतनसूत्रं कृतं किन्तु तत्र जि स्थाने जुषि आदेशः भवति जुषि स्थाने उः आदेशः भवति एतत् अनदन्त अङ्गम् अस्ति चेत् यत् तत्र नूतनसूत्रम् आगच्छति अनन्तरं कार्यं करोति सूत्रं नास्ति चेदपि कार्यं कर्तुं शक्नोति खलु सूत्रं नास्ति चेत् अत्र अदन्त अङ्गमेव खलु अदन्त अङ्गम् अन्येव भवति परन्तु अत्र नूतनसूत्रस्य कार्येण अनन्तरम् उः जुस् योजनेन न सिजभ्यस्तविधिभ्यश्च इति सूत्रं भिन्नमेव अस्ति येन जुस्थाने जिस्थाने उ भवति मम प्रश्नः अस्ति अभिधि योगः उः इति सूत्रमस्ति तत्र जुषि च इति नूतनसूत्रस्य आवश्यकता का सार्वधातुकार्धातुकयोः अपि अस्ति सूत्रं तदपि गुणः कर्तुं शक्नोति खलु तिङ् सार्वधातुकप्रत्ययः अनन्तरम् अनदन्तम् अपि अस्ति अतः नूतनसूत्रं कार्यं करोति अनदन्तं सार्वधातुक अर्धधातुकसूत्रं किं वदति इगन्त अङ्गम् अस्ति चेत् तस्य गुणकार्यं भवति सार्वधातुक अथवा अर्धधातुकप्रत्ययपरे अत्र उः इति सार्वधातुकप्रत्ययः अस्ति अतः इकारान्त अङ्गमस्ति तत्र गुणः भवति, तर्हि पुनः जुसि च इति नूतनसूत्रस्य आवश्यकता का गुणकृते? सार्वधातुकार्धातुकयो इति सूत्रं पर्याप्तं नास्ति वा? तर्हि किं गुणः न भवति? किं साधारणतया एव गुणः न भवति साधारणतयोः इति अस्ति, अपि तस्ति नीतिचैतन्येन गुणः, गुणस्य बाधः भवति खलु, अतः किं गुणः न भवति, अतः गुणः भवेत् इति कृत्वा वदामः। तर्हि साधारणतया अत्र जूस् प्रत्ययः अपि अस्ति खलु, सार्वधातुकम् अपि इति सूत्रे नित्वद् भवति, निति च इति सूत्रेण गुणकार्यं न भवति। तर्हि सूत्रं किं वदति, जुसि च सूत्रस्य आवश्यकता किमर्थं, यत् अपित् अस्ति चेदपि उस् उः इति जुस् प्रत्ययः अपित् अस्ति चेदपि तस्य गुणः करणीयः इति। अपित् चेत् अपित् अस्ति चेदपि जुस् प्रत्ययः परे अस्ति चेत् गुणः करणीयः इति, अतः जुसि च इति सूत्रस्य आवश्यकता इति अस्ति। परे आगच्छन्ति वा? जुसि च इति सूत्रं नास्ति चेत् निति च इति सूत्रेण गुणनिषेधः भवति, तत्र विविधस्य गुणः न भवति, तथा मा भवेत् गुणः भवतु, अतः जुसि च तस्य आवश्यकता अस्ति, येन अपि तस्ति चेदपि गुणः भवति। आगच्छन्ति वा सर्वे? आम् महोदय। महोदय अत्र एतत् सूत्रम् अचिष्टुर्धातुब्रुवाङ् अपि च अरे एरणेकाच् इत्यस्य अपवादः अस्ति खलु, अन्यथा तयोः तस्य प्रसक्तिः भवति खलु, तस्य प्रसक्तिः अचिष्टुर्धातुब्रुवम् अथवा एरणेकाचो इत्यनयोः सूत्रयोः प्रसक्तिः भवति, यदि संयोगः अस्ति चेत् अचिष्टुः भवति, असंयोगः अस्ति चेत् आशयम् अस्ति चेत् अनेकाचित् एरणेकाच भवति। भवान् वदतु किमर्थं परसूत्रमस्ति इति कृत्वा? सत्यम् इति वा? परसूत्रमेव, अपवादः नास्ति परसूत्रम् इति वा, अथवा परसूत्रं नास्ति अपवादत्वेन भवति वा? अपवादः अन्यत्र अर्धावकाशः नास्ति अत्र जुषि चैत्यस्य अन्यत्र अर्धावकाशः नास्ति। एक अङ्गस्य गुणः अचि जुषि, सत्यं कुत्रापि न भवति, अतः अपवादत्वेन भवति, अपवादमपि सत्यं। यदि अचिष्णुरनेकाचो कार्यं करोति चेत् अत्र अपि जुषि च तस्य प्रसक्तिः एव न आगच्छति, अपवादः अपि च अन्यत्र लब्धावकाशः नास्ति तस्य, अतः जुषि च तस्य अन्यत्र नास्ति, गुणः न भवेत्, हा सत्यं गुणः न भवितुमर्हति अन्यत्र। अस्तु सत्यं। सर्वे आगच्छन्ति वा? जुषि च, तर्हि जुषि च अस्ति अपि तस्ति चेदपि गुणः भवति, अत्र अभिधेयोगः उहु अभिवयुः। अस्तु, मम एकः प्रश्नः अस्ति, एक यत् अत्र इकारान्तमङ्गम् अस्ति अतः गुणः भवति, परन्तु इकारान्त अङ्गं नास्ति, तस्य अनन्तरं यदि जुस् प्रत्ययः अस्ति तर्हि सन्धिः कथं भवति? अकारः अस्ति वा न, इकन्त अङ्गं नास्ति चेत् तस्य अनन्तरं यदि उकारः भवति जुषि जुस् भवति, तर्हि सामान्यचिन्तनं किम् अस्ति, सन्धिः कथं भवति? नाम आकारः अस्ति, आकारः योगः उः, तत्र स्थाप्यस्य वा रातः इत्यनेन लोपः भवति खलु, किमपि अस्ति खलु अभ्यस्तयोः अङ्गस्य लोपः भवति, अचिष्णुः ब्रुवयोरिव कार्यं करोति, अकारस्य गुणः भवति खलु, गुण एव भवति खलु, अनर्थः अन्यतः अकार उकार आद्गुणः इत्यनेन भवति खलु। एवं वा, चिन्तयतु, अस्माकं परिचितं कार्यमस्ति। इनोयण्ट् केवलम् इन् धातुः कृते, मम प्रश्नः अस्ति यदि आकारान्त धातुः अस्ति, धातु अभ्यस्त अपि नास्ति, तस्य अनन्तरं यदि उहु आगच्छति लङ्लकारे, तस्य सन्धि कथं भवति? अकारः अस्ति चेत् अजिष्णु कार्यं न करोति, यथा हि इकारान्त उकारान्त नास्ति, जुषि च कार्यं न करोति, यतो हि इगन्त नास्ति। तर्हि मम प्रश्नः, सामान्यतया जुस् प्रत्यये पर्यन्ति चेत् सन्धिकार्यं कथं भवति? कोऽपि स्मरति वा? सन्धिकार्यम् एकवारं महोदय, सन्धिकार्यम् अस्माकम् अदादिगणे तथा अस्माभिः पठितम्। एकवारं महोदय, तत्र अदादिगणे अभ्यस्त न स्मरामि महोदय, क्षम्यतां, न स्मरामि। कोऽपि स्मरति वा, अन्य कोऽपि? उस्य पदान्तात्? ओ हा, उस्य पदान्तात्, पदान्तात्, पदान्तात् अकारात् उस् वर्णस्य उकारः अस्ति चेत्, ओ हो आमां सत्यं, पूर्वपदान्तात् पूर्वपदयोः एकः आदेशः भवति, पररूपं, पररूप आदेशः भवति, आमाम्, उस्य पदान्तात् आं क्षम्यताम्, आमां सत्यं, पूर्वरूप एव पूर्वपरयोः स्थाने पररूपं, पररूपम् एकमादेशः। तर्हि अत्र अदादिगणे आकारं धातुः अस्ति, तत्र अपि विकल्पेन लङ्लकारस्य प्रथमपुरुषबहुवचने उः प्रत्ययः आगच्छति, केन सूत्रेण? आकारान्त धातुः अस्ति चेत्, अपि च अभ्यस्तधातुः नास्ति, अनभ्यस्त आकारान्तधातुः अस्ति चेत् लङ्लकारस्य प्रथमपुरुषबहुवचने विकल्पेन उः प्रत्ययः आगच्छति, केन सूत्रेण? स्मरति वा? विकल्पेन एकवारं वदतु जि, किमस्ति? आकारान्त धातुः अस्ति, अभ्यस्त अपि नास्ति, तत्र अकारं धातुः अनभ्यस्त अकारं धातुः अस्ति चेत् लङ्लकारस्य प्रथमपुरुष बहुवचने विकल्पेन, एकं तु अस्ति अन्, सामान्यतया तु अन् प्रत्ययः आगच्छति खलु, विकल्पेन उः अपि आगच्छति, केन सूत्रेण? अदादिगणे अस्माभिः पठितं लङ्गः शाकटायनस्य एव, लङ्गशाकटायनस्य एव सूत्रं वदति, आकारं धातुः अस्ति चेत् विकल्पेन लिङ्लकारस्य जी स्थाने जुस् भवति, तत्र अस्माभिः पठितं, तत्र जी स्थाने जुस् भवति, तदनन्तरम् उस्य पदान्तात् इति सूत्रेण अपदान्त आकारात् उस् वर्णः अस्ति चेत् उस् इति दुष्प्रत्ययः अस्ति चेत् पूर्वपरयोः पररूपं भवति, गुणः न भवति, अपि तु पररूपं भवति, आद्गुणस्य कृतवादः। इदानीं सर्वे स्मरन्ति वा? आं महोदय, तत्र तर्हि जुषि च इति उस्य पदान्तात् इति अपि सूत्रस्य जुषि, अत्र उस्य पदान्तात् कार्यं न करोति, जुषि च कार्यं करोति, अत्र अपि अपवादः अस्ति, जुषि च इति उस्य पदान्तात् सूत्रस्य अपवादः अस्ति, अपि च अङ्गकार्यमपि अस्ति, अतः अत्र अपि जुषिचसूत्रस्य अत्र तु जुषिचसूत्रस्य प्रसक्तिः नास्ति, यतोहि अदन्ताङ्गं नास्ति, परन्तु अत्र जुषि च कार्यं कृत्वा गुणः भवति। तर्हि जुस् प्रत्ययः पर्यास्ति चेत् सूत्रद्वयम् अस्ति, मेलनस्य कृते एकं जुषि च इगन्ताङ्गमस्ति चेत् गुणः करणीयः अथवा अदन्त अङ्गमस्ति तत्र अकारान्त अङ्गमस्ति चेत् सामान्यसन्धिकार्यमस्ति उष्ट्य पदान्तात् इति सूत्रेण पूर्वपरयोः प्ररूपम् अस्तु तर्हि विजय महोदय अग्रे पठतु किमर्थम् अजादौ जुषि किमर्थम् अजादौ जुषि परे इति चेत् शृणुयुः अत्र जुस् भवति किन्तु स च जुस् अजादिः नास्ति अतः इगन्त अङ्गगुणः न भवति यासूत् आगमे सति गुणः न भवति यत्र अजादि किमर्थमस्ति अजादि उस् किमर्थम् उस् तु अजादि एव अस्ति खलु तर्हि अत्र अस्ति अजादि उस् कति किमर्थम् अत्र विधिलिङ्गकारे झेर् जुस् इति सूत्रेण उस् भवति खलु तस्य यासुटागमः भवति तथा शृणुयुः मध्ये यासुट् आगम् अपि च जुस् इत्यनेन युः इति भवति खलु तत्र यत् युः अस्ति तदपि जुस् अस्ति भवतु तत् हलादि जूस् अस्ति यतोहि आगमनात् हलादि भवति हलादि जूस् अस्ति चेत् गुणकार्यं मा करोतु अतः अजादि जूस् तस्य महत्त्वम् अस्ति शृणुयुः मध्ये किमस्ति शृणुयुः मध्ये अपि युः अस्ति खलु विधिलकारे अपि झेर् जूस् इति सूत्रेण उस् भवति भवतु तत्र यासुट् आगमः अपि भवति यासुट् योगः उस् तत्र युः भवति इदानीं जूस् प्रत्ययः अस्ति चेदपि हलादि जूस् अस्ति अजादि नास्ति युः अजादि नास्ति खलु तत्र गुणकार्यं मा करोतु अतः जुषि च इति सूत्रे अजादि अचि इति सूत्र अति शब्दस्य अनुवृत्तिः अस्ति अजादि उस् प्रत्ययः अस्ति चेदेव गुणः करणीयः यत्र यथा अत्र लङ्लकारे अस्ति विधिलिङ्गकारे अपि झेर् जुस् इति सूत्रेण जुस् भवति तत् तु हलादि अस्ति यतोहि यासुट् आगमः अस्ति तत्र गुणकार्यं मा इति सर्वे आगच्छन्ति वा आं महोदय तर्हि अजादि जुस् प्रत्ययः परे अस्ति चेत् इगन्त अङ्गस्य गुणः भवति इदानीम् एकम् इदानीमपि एकम् नूतनसूत्रमस्ति अत्र अधोभागे गच्छतु धियो अन्यतरस्यां प्राप्नोति वा आं जि तर्हि इदानीं को अस्ति मीना महोदय पठति वा न पठति प्रायः केवलं शृणोति मदर् महोदय भवती एव पठतु धियो अन्यतरस्यां अत्र किञ्चित् अग्रे गच्छतु अत्र भियो अन्यतरस्यां सूत्रमस्ति आम् आम् महोदय पठतु भियो अन्यतरस्यां हि दात्याङ्गस्य विकल्पेन इकारादेशो भवति अलादि इति लिखि शारदाचिकप्रत्यये तवे अलोचस्य इत्यनेन धातुरूप्य अङ्गस्य अन्तिमवर्णस्य काले इकारादेशः न तु पूर्णतया अङ्गस्य धियः अत्यन्तम् अन्यतरस्यां सप्तमवर्णं द्विपदम् इदं सूत्रम् इत् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः इयन् यजोः इत्यस्मात् अलि इत्यस्य अनुवृत्तिः समहनजन लोकः अत उत् कारदातुके इत्यस्मात् कारदातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिकैकसूत्रम् यः अङ्गस्य इत् अलि इति सारधातुके अन्यतरस्याम् धातु अस्ति चेत् अलादि इति सारधातुके प्रत्येतरे इकारादेशः भवति विकल्पेन इति उक्तम् अस्ति इकार अत्र इकारादेशः भवति तत्र सामान्यतया इकारान्त अङ्गमस्ति तदनन्तरं फलादि अपि तस्ति चेत् किमपि कार्यं न भवति खलु परन्तु ईकारान्तधातुः अस्ति चेत् अपि च तस्य तस्मात् फलादि कित्वित् प्रत्यये पर्यास्ति किमपि कार्यं न भवति खलु अस्माभिः उपरि पठितं केवलं वर्णमेलनं भवति परन्तु अत्र भियोऽन्यतरस्याम् इति सूत्रं वदति भी धातुः अस्ति भी अङ्गमस्ति चेत् तस्य विकल्पेन फलादि कित्वित् सार्वधातुकप्रत्यये परे ह्रस्व इकारः अपि भवति तर्हि एकं तु दिभीतः किमपि न केवलं वर्णमेलनं अन्य विभीतः योगः सः इति योगः सः विहितः विहितः अन्य ये धातवः सन्ति इकारान्त तेषां केवलं वर्णमेलनं भवति अवगच्छन्ति वा अग्रे इदानीं निधि भये धातु परस्मैपदि अस्ति निधि इति अङ्गमस्ति तस्य इदानीं रूपाणि कुर्मः निधि अङ्गस्य रूपाणि कुर्मः मन्दरमहोदय भवती करोतु धि धातु प्रथमं तु वदतु तस्य अङ्गं किं भवति सूत्रेण युद्धं भवति तदनन्तरं अशोः इति सूत्रेण सिद्धि तदनन्तरं अभ्यासे सर्च इति सूत्रेण दक्षं भवति दिदि इति भवति तर्हि इदानीं विधि अस्ति लट् लकारपरस्मैपदि करोतु लट् लकारपरस्मैपदि योगः अस्ति विधि योगः अस्ति कुट् अस्ति विधेति तदनन्तरं विधि योगः विधितः भवती इदानीमेव पठितं पठति खलु निधियोगतः तव कीदृशस्ति वा अपि तस्ति अपि तस्ति फलादि अस्ति वा फलादि अस्ति फलादि अपि तर्हि फलादि किं प्रत्यपने अस्ति चेत् धी कृते किं भवति फलादि इदानीमेव भवती पठति किं सूत्रं विशेषसूत्रम् सूत्रेण विकल्पेन विविधः तर्हि सामान्यरूपं दीर्घ विकल्पेन विदितः अनन्तरं विधियोगः अस्ति तत्र अशिष्यधातु असंयो विधि इति संयोगपूर्व अस्ति वा असंयोगपूर्व अस्ति असंयोगपूर्वम् असंयोगपूर्वः अनेकात् अधिकारं धातुः अस्ति चेत् किं भवति अशिष्यधातुरेखा च खलु असंयोगपूर्वम् आम् आम् सूत्रेण किं भवति ईथाने यकार आदेशः भवति भिद्यति भिद्यति विधि योगः अस्ति गुणः भवति अतः विदेशी आदेशप्रत्ययः भवति खलु विदेशी इति विदेशी विधियोगः सः एकं विधि सः विदितः इति अन्यत् रूपं विकल्पे विधियोगः द्वेरूपं विधियोगः मी विदेमि विधिवः एकं रूपम् अन्यत् विकल्पेन रूपं विधिवः विधियोगः मह विधिमः विधिमः सम्यक् तर्हि विभेति विभीतः विभीतः विभ्यति विभेषि विभितः विभीतः विभीतः विभीतः विभेमि विधिवः विधिमः विधिवः विधिवः विधिमः विधिमः प्रदागच्छन्ति वा आं महोदय लोट् लकारे तु ता तामातु अस्तु बिभि इति अङ्गमस्ति इदानीं तु बिभियोग तु बिभियोग तु इति अस्ति अत्र तु इति अस्ति अतः बिभेतु इति बिभेतु इति भवति अन्यदस्ति तात् इति अस्ति तात् अपि अस्ति अतः बिभि तात् इति एकं रूपमस्ति भियो अन्यतरसमित्यनेन बिभि बिभितात् इति रूपम् अन्यत्वमस्ति तामिति हा रूपत्रयम् अन्य अस्ति तामिति अत्रापि अपि तस्य अन्यत्वत् कार्यं करोति हलादि अस्ति अतः एकम् अस्ति बिभीतां बिभीताम् अपि च बिभितां भियो अन्यतरसमित्यनेन भवति बिभियोग अतु इदानीं बिभियोग अतु अस्ति अशिष्णुदातु भुवाङ् इति अस्ति परन्तु तत्प्रबाद्य एरणाकाचो असयङ्गपूर्वस्य एरणेकाचो असयङ्गपूर्वस्य इत्यनेन यणादेशः भवति अतः बिभ्यतु इति ईकारस्थाने एकारादेश बिभ्यतु इति इदानीं बिभियोग हि अस्तु हि इति हि इति अस्ति अत्र बिभिः अपि च बिभिः अपि च तात् इति अस्ति बिभिः इति एक बिभिः इति एकं रूपमस्ति इदानीम् अपि च हलाद् किमस्ति ङिति ङित्पत्ति अस्ति अतः हलादि अस्ति अतः भियोनत्रसमित्रसूत्रेण बिभिः इति ह्रस्व भवति तात् इति अस्ति बिभीतात् अथवा बिबितात् इति तत्रापि अत्र रूप चत्वारि रूपाणि चत्वारि रूपाणि तथैव अत्र बिभीतं बिबितं बिभीत बिबित इति इदानीम् आनि इति अस्ति बिबी योग आनि इति पित् अस्ति अतः बिभे बिभे इदानीं ये इति अस्ति यच एव इत्यनेन बिब् अय इति अस्ति वा बिभयानि इति भवति बिभयानि बिभयाव बिभयाम इति सर्वत्र गुणः भवति सर्वत्र लुङ् लङ् ऋञ्चु अडुदातः इति सूत्रं कार्यं करोति अतः सर्वधातुः पुरतः अकारः आगच्छति अनन्तरं तत्र बि बि इति दीर्घ इकार बीकारस्थाने तत्र सः भूत्वा सार्वधातुः आर्धातुः इति गुणः भूत्वा बि इकारस्य स्थाने एकारः भवति बिबेत् इति तकारः अस्ति बिबेत् योजनेन तकारयोजनेन अपि बेत् इति भवति अनन्तरं ताम् ताम् अन् इति अस्ति ताम् तत्र सूत्रं द्वयेन एतत् सूत्रं बिभ्यन् एकवारं एतत् सूत्रं बियोन्यत्तरस्याम् इति सूत्रेण साधारणतया दीर्घ इकारः बि आगच्छति अनन्तरम् एतत् सूत्रेण ह्रस्व इकारः आगच्छति अतः अपि बिताम् अपि बीताम् इति तां योजनमस्ति अनन्तरं अनन्तरं अभि अभि इति अस्ति अनन्तरं बि स्थाने गुणः प्रथमं भूत्वा अनन्तरं यचो यव याव इति सूत्रं कार्यं करोति अतः अत्र अभिबै इति भवति अनन्तरम् एकनिमिषं खलु आम् प्रत्ययः अन्तु इति अस्ति खलु अन्तु लङ्लकारः अस्ति अन्तु तत्र किम् अस्ति अन् इति अस्ति अन्तु सामान्यतया अस्ति परन्तु अभ्यस्त अङ्गमस्ति चेत् किं भवति इति भवति अन् अपि अस्ति परन्तु अत्र उः इति अस्ति जुसिच इति सूत्रेण ऊस् आदेशः भवति अनन्तरं एव दृष्टवन्तः जुसिच इति सूत्रम् आदेशः न करोति इजभ्यश्च विधिभ्यश्च इति सूत्रेण जुस् आदेशः अग्रे किं भवति अन्तरकार्यं किं भवति अभिः योगः भवतु यजो यव यावः इति सूत्रेण अभिवै भवति अग्रे किं यजयव यावः तु इजन्तङ्गमस्ति खलु अत्र इगन्तङ्गम् जूस् प्रत्ययः परे अस्ति चेत् इगन्त अङ्गस्य अङ्गकार्यं कथं भवति पुनः भवति केन सूत्रेण अतः गुणः भवति अभिभे योगः इदानीं विषयमयाव कार्यं करोति रूपं किं भवति जुसिच इत्यनेन इगन्त अङ्गस्य गुणः भवति अतः अपि बे इति भवति अनन्तरं जुसिच इति सूत्रेण एव यचो एव यावः यचो एव यावः इति सूत्रेण ऐ आदेशः भवति अनन्तरम् अपि बै इति भवति उस्थाने एतत् शशुजुषोः आगच्छति, अनन्तरं करावसानयोर् विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति, अतः तत्र अभिभयुः इति लङ्गि विशेषः. अनन्तरं शून्यं न सः विसर्गः भवति, अत्र पूर्वम् आ तिष्ठति, अनन्तरं बि बि बि इति अस्ति, तत्र अपि सार्वधातुक आरुधातुको इति सूत्रेण बि स्थाने बे भवति, अभि बे भवति. अनन्तरं पूर्वमेव दृष्टवन्तः ससुजुः, अनन्तरं करावसं विसर्जनीयति इति सूत्रेण विसर्जित आगच्छति, अतः अपि बेः इति भवति. तादृशमेव पूर्वं दृष्टवन्तः व्योन्यतरस्यम् इति सूत्रेण साधारणतया अनन्तरं विकल्पेन अभिभितम् अभिभीतम् इति भवति. मध्यमपुरुष बहुवचनमपि तादृशमेव अभिभित अभिभीत इति रूपद्वयं भवति. अनन्तरम् अभिभयम् इति अस्ति, अभिभयम् एतत् एतत् अम् आदेशः भवति. अभिभि इति अस्ति चेत् तत्र सार्वभौतिकयोः इति सूत्रेण प्रथमं गुणः भूत्वा अनन्तरं यतो एव याव इति सूत्रेण अभिभयम् इति अम् आदेशः भवति. एतत् सर्वं मिलित्वा अभिभयम् इति भवति. अनन्तरं रूपद्वयं द्योनितरस्यम् इति सूत्रेण अभिभिव अभिभीव अनन्तरं अभिभीम अभिभीम इति रूपद्वयम् आहत्य अभिभेत् अभिभिताम् अभिभीताम् अभिभयुः, अभिभेः अभिभितम् अभिभीतम्, अभिभित अभिभीत, अभिभयम् अभिभिव अभिभीव, अभिभीम अभिभीम इति निष्पन्नं रूपं निष्पन्नम्. महोदय मम एकः सन्देहः अस्ति, तत्र अम् इति पित् अस्ति, पित् स्थानिवत् आदेशेन पित् भवति खलु, परन्तु महोदय तत्र मिप् स्थाने स्थानिवत् स्थानिवत् इत्येन एतदपि पित् भवति, यद्यपि अम् इति अस्ति पित् नास्ति, परन्तु तत् साक्षात् नास्ति, परन्तु मिप् स्थाने आगच्छति, अतः मिप्वत् एव भवति खलु, अतः पित्वत् पित् अस्ति. तर्हि अत्र महोदय तत्र इदानीं किमस्ति अत्र स्वाप्रत्यये परे कित् अस्ति, इदानीं तत्र लेप् आगच्छति चेत् तद् तद् भवति वा, तदपि कित् भवति वा? तत्र अन्यसूत्राणि अपि सन्ति लेप् कृते, तत्र भिन्नम् अस्ति. अहं आं भवतः प्रश्नसंस्थामि यत् ल्यप् पित् अस्ति, एकम् एकं तु अस्ति यत् ल्यप् त्वा तु आधातुकप्रत्ययः अस्ति, अथवा तत्र पित्वस्य किमपि महत्त्वं नास्ति. आम् महोदय क्षम्यतां बेटरी डिस्चार्ज् न तत्र तत्र भवत्या भवतः प्रश्नः समीचीनमस्ति, परन्तु लेप् कृते तत्र भिन्नकार्याणि अपि सन्ति, सूत्राणि अपि सन्ति, अतः तस्य विचारम् इदानीं मा करोतु, परन्तु हाम् अत्र मिप् स्थाने अम् आगच्छति, अतः हानिमत् आदेशः अनन्विधौ सूत्रेण इदानीमपि पित्वमस्ति. अतः किमर्थम् इत्युक्ते तत्र वस् धातु अस्ति, उषित्वा इति भवति, अत्र सम्प्रसारणं भवति कित् कारणेन, परन्तु इदानीं अधिवस् इति अस्ति चेत् तत्र सम्प्रसारणं भवति वा न भवति, भवति खलु, अतः किमर्थम् अत्र पित्वत्वमस्ति तत्र नास्ति, कित्वं न आरोपितमस्ति इति तदेव अहं वदामि, अत्र किमपि विशेषसूत्रम् अस्ति चेत् भवति, परन्तु इत्यपि विशेषं नास्ति तत्र, तदा यत्र पित्वमस्ति ऋत्वमस्ति कित्वमस्ति यत्र मूल मूलरूपेण अध्यारोपितमस्ति तत् आदेशे अपि अनल्विधि नास्ति अत्र, कित् कित्वगुणः भवति एव खलु, तादृश भवति एव जि. अत्र तस्थलिपं तां तं तामः लोटो लङ्वत् इति ये एतत् न कार्यं करोति वा, करोति खलु, तदेव मिक्स् स्थाने अं भवति खलु, तस्थलिपं तां तं तामः तु वदति मिक्स् स्थाने अं करोतु. महोदयस्य प्रश्नः अस्ति इदानीम् अम् अपि पित् अस्ति न वा, तर्हि महोदय स्थानीवत् आदेशः अनल्विधौ, अत्र अल्विधिः नास्ति खलु, अल्विधिः इत्युक्ते किम्, एक अल् आश्रित्य विधिः अस्ति चेत् न वा, अत्र पित्वम् अपित्वम् इति अत्र किमपि विधिः एक अल् स्थाने किमपि आदेशः न भवति खलु, अत्र सम्पूर्णतया एकप्रत्ययस्थाने अन्यप्रत्ययः आगच्छति, आदेशः भवति, अत्र अल्विधिः नास्ति, अतः तत्र पित्वं तु इदानीमपि भवति. अस्तु महोदय, तत्र अहं दृष्टवान् तादृशं चिन्तितवान् आसीत् कित्वं भवेत् इति, परन्तु अत्र कुत्रापि अहम् इदानीं न स्मरामि, तत्र न अभवत् अतः कित्वं न अभवत् लपि अतः तादृशकार्यं न अभवत् इति अतः मम भ्रमः आसीत्. अस्तु, सामान्यतया अत्र सामान्यं यत् अस्ति विशेषसूत्रं नास्ति चेत् सामान्यतया भवति कित्वं भवति, यतोहि मूलप्रत्ययपि तस्य. आमाम्, अस्तु अस्तु, धन्यवादः. अस्तु मदर्थ महोदय, विधि आम् महोदय, द्विधियोगः यात् द्विधियात् अन्यत् रूपं द्विधियात् द्वियोन्यतरस्यां द्विधियाता द्विधियातां द्विधियुः द्विधियुः द्वितीयाः द्वितीयाः द्वितीयाता द्वितीयाता द्वितीयात द्वितीयात द्वितीयां द्वितीयां द्वितीयाव द्वितीयाव द्वितीयाम अस्तु, तर्हि इदानीम् इकारान्तधातूनां कृते कार्यं समाप्तम्. उकारान्तधातु नास्ति अतः इदानीं तत्र उकारान्त किमपि नास्ति, किमर्थं नास्ति, अस्ति खलु, क्षम्यताम्, इदानीम् उकारान्तधातु कृते कार्यम् इदानीं कुर्मः. इकारान्तधातु समाप्तम्, एकमस्ति ह्रीधातुः अपि अस्ति, तत्र ह्रीधातु कृते अपि एकवारं रूपाणि कुर्मः, किञ्चित् केचन रूपाणि कानिचन रूपाणि, तत्र मदर् महोदय भवती वदतु ह्रीधातु तस्य अङ्गं किमस्ति, लज्जायाम् इति महोदय, तस्य अङ्गं किं भवति, कथं भवति रूपं सौ इत्यनेन इति रूपं भूतं भवति, तदनन्तरं स्त्री इति अनेन तदनन्तरं कुहोच इति सूत्रेण अत्र चकारः भवति महोदय इति अङ्गम् सकारः इति भवति इदानीं सकारः भवति अस्ति कुकोच इति सूत्रेण कुहोत्सु अनन्तरं प्रथमतया किम् हर्षः अस्ति तदनन्तरं इदानीं किं कुहोत्सु इति सूत्रेण हकारस्थाने किं भवति हकारस्य स्थाने जकारः आगच्छति स्थाने षत्वं भवति महोदय षत्वं जष्ट्वं जष्ट्वं भवति खलु केन सूत्रेण प्रथमद्वितीयस्य वर्णस्य स्थाने प्रथमवर्णः नाम चत्वं तृतीयचतुर्थवर्णस्य स्थाने तृतीयवर्णः नाम जत्वं तर्हि ग्युरि ग्युरि जिह्वी तर्हि इदानीं जिह्वी अङ्गमस्ति तस्य महोदय वदतु जिह्वी लट् लकार प्रथमपुरुषबहुवचनं रूपं किम् योगः अस्ति बहुवचनं प्रथमपुरुष लट् लकार बहुवचनं रूपं किम् प्रत्ययः अस्ति इदानीं वदतु अत्र संयोगपूर्वः अस्ति अत्र अतिष्णदासपूर्वं यो भवति सूत्रं कार्यं करोति महोदय अतस्थाने इय आदेशः अत्र इदानीमासु कार्यं न करोति यतोहि अत्र संयोगपूर्वं सर्वे आगच्छति वा अन्यत्र तु सर्वत्र कार्यं समानमेव अस्ति इव अस्ति केवलं धियो अन्यतरस्यां सूत्रं कार्यं न करोति अतः अलादिकि प्रत्यपरे अस्ति चेत् केवलं वर्णमेवनं भवति अतः विकल्पेन रसत्वं न भवति परन्तु अन्यत्र तु रूपं समानमेव अस्ति श्रेया गच्छन्ति वा आं महोदय आं जि आं जि इकारः धातुः समानः प्रश्नः अस्ति वा कस्यापि अस्तु तर्हि इदानीम् अग्रे गच्छामः रघुपतिमहोदय उकारं धातुः कुत्र महोदय अकारान्त एकवारं महोदय क्षम्यतां एकवारं अकार अनन्तरम् एकवारं महोदय क्षम्यताम् उकारान्तदातुः अस्ति एकः एव धातुः अस्ति एक एव उकारान्तदातुः अस्ति उ दानादानयोः दानादनयोः इति दानाद अदानयोः वा हू धातुः अस्ति हू इति द्वित्वम् अभ्यासञ्च परिशीलनीयम् इति अस्ति हू इति अस्ति हूः भवति जुः इति भवति अनन्तरं जुः इति भवति जुः इति अङ्गम् हलादिपिस्सु अस्तु पठामि हलादिपिस्सु सार्धातुकार्धातुकयोः इत्यनेन गुणः जुः योगति जुहो यो भवति जुहोति अजादिपिस्सु सार्धातुकार्धातुक इत्यनेन गुणः अनन्तरं यचोयवयावः इत्यनेन अवादेशः तथा जुः योग आनि जुहो आनि जुह जुह जुहवानि जुहवानि इति भवति अग्रे हलादिपिस्सु निति इत्यनेन गुणनिति यदा किमपि कार्यं नास्ति जुहुतः इति अजादिपिस्सु अतिष्णुधातु ब्रुवाङ् युवोरियङ् वो इत्यनेन इति सूत्रमस्ति अत्र प्रबाद्य इदानीम् अत्र उष्णुवो सारधातुके इत्यनेन ऊष्णो धातुकित्वेन हू इति धात्वङ्गस्य अशयोगपूर्वस्य उकारस्य एनादेशः भवति अतः जुहुयोग अति अत्र उकारस्य वकारः भवति जुह्वति इति रूपं तर्हि नूतनसूत्रमस्ति वयं वयं पठितवन्तः एकवारम् उष्णो पठामि वा महोदय उष्णोः सारधातुके इति धातु हा पठामि भूधातुः च अनेकाच् स्नुप्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य ऊकारस्य स्थाने यणादेशः भवति अजादि सार्वत्रिके प्रत्यये परे इति स्थानेऽन्तरतम् इत्यनेन ऊकारस्य स्थाने यण् यन् प्रत्यादिशितेषु वर्णेषु वकारः चितः येन विषदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति अलवन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः यस्मिन् विधि तदादि अल्ग्रहणे तदादौ अल्ग्रहणे इत्यनेन वार्तिकेन अचि इत्युक्तौ अजादिप्रत्यये उश्च श्नुश्च तयोर् इतरेतरद्वन्द्वः उष्णुवौ तयोः उष्णुवोः न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य ऊष्णोः षष्ट्यन्तं सार्धातुके सप्तम्यन्तं द्विपदमिदं सूत्रम् अचिष्णुधातु भ्रुवाङ् युवो रियङ् वङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः इणो यण् इत्यस्य यणादि यण् इत्यस्य अनुवृत्तिः एरणेकाच असंयोगपूर्वस्य इत्यस्मात् अनेकाचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः ओः सुपि इत्यस्मात् ओः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अनेकाचः उष्णुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण् अचि सार्धातुके इति अत्र स्वादिगणे पठितं स्नु इति कृते भूस्थाने यन् आदेशः भवति असंयोगपूर्वस्य अस्ति चेत् संयोगपूर्व एव अस्ति सर्वदा हू तु तर्हि हू धातुः अस्ति अनेका च हू धातुः अस्ति यत्र अत्र जुः अस्ति खलु जुः जुः अनेकात् अस्ति तर्हि अनेका च हू धातुः अस्ति अपि च असंयोगपूर्व श्नु प्रत्ययान्त अङ्गम् अस्ति यद् यद् अनेकाच् अस्ति तर्हि अनेकाच् हू धातु यथा जुः जुहोत्यादिगणे हू धातुः अस्ति खलु अनेकात् अस्ति जुः तर्हि जुः तर्हि अनेकाच् हू धातु अपि च अनेकाच् असंयोगपूर्वान्त असंयोगपूर्व श्नु प्रत्ययान्त अङ्कं यथा यथा कुत्र अस्ति कुत्र अस्ति चिन् चिनु चिनु अस्ति चिनुवन्ति चिनु चिनु अस्ति खलु तर्हि चिनु मध्ये चिनु इति स्नुप्रत्ययान्ताङ्गमस्ति, अनेकादस्ति, संयोगपूर्व अस्ति, अतः चिलु मध्ये, परन्तु शक्नु मध्ये न, शक्नु मध्ये अपि अनेकात् अस्ति, स्नुप्रत्ययान्तस्ति, परन्तु संयोगपूर्व नास्ति, संयोगपूर्व अस्ति, तर्हि चिनु अथवा चिनु इव अनेका च असंयोगपूर्व स्नुप्रत्ययान्ताङ्गम्, अपि च अनेका च भूधातु, अपि च अनेका च भूधातु इति अस्ति चेत् किमस्ति, अजादिप्रत्ययपरे उकारस्य स्थाने गणादेशः भवति। तर्हि इदं सूत्रमपि अतिष्ठधातुरूपां सूत्रस्य अपवादः भवति, उस्थाने उवं न भवति अपि च यण् भवति, यण् इत्युक्ते वकारः भवति। अतः अजादि अपि प्रत्ययपरे अस्ति चेत् यथा जुहु योगः अति, तत्र उवम् आदेशः न भूत्वा वकारः भवति, जुहुवति। अवगच्छति वा सर्वे, अवगच्छन्ति वा? आम् महोदय, पूर्वमेव वयं दृष्टवन्तः खलु, दृष्टवन्तः, परन्तु पूर्वं तु अस्माभिः स्वादिगणे स्नु प्रत्ययान्तकृते दृष्टवन्तः, इदानीं वयं हू कृते दृष्टवन्तः। अस्तु अग्रे विजय महोदय, लङ्गि किं भवति पुनः? लङ्गि अजुहु युः जी सिजभ्यस्त विधिभ्यश्च इत्यनेन जी प्रत्यय स्थाने जुस् जुस् आगे आदेशः जुः योगः उः, जुसि च इत्यनेन इगन्तस्य गुणः अजुहो इति भवति, अजुहो योगः उः, यचो यवायावः भवति अत्र, अतः औ आदेशः भवति, अजुः योगः अव योगः उः, अजु अजु हवुः इति भवति। पुनः इगन्ताङ्गमस्ति, जुष्प्रत्यये परे गुणः भवति जुषि च इति सूत्रेण, अतः अजुहुः। अवगच्छति वा? आं जि, तत्र स्पष्टतया एव जुषि च अजादौ जुषि परे अग्रे लोटि लोटि लोटि जु जल्भ्यो हु जल्भ्यो हेर्दिः हु धातुतः जलन्तेभ्यः धातुभ्यः च हि प्रत्ययस्थाने जि आदेशः भवति, येन विधि तदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन विह अङ्गेभ्यः येषाम् अन्ते जल् हू च जलश्च तेषाम् इतरेतरद्वन्द्वः हू जलः तेभ्यो तेभ्यः हू जल्भ्यः पञ्चम्यन्तं हे षष्ट्यन्तं हे हे षष्ट्यन्तं दि प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हू जल्भ्यः अङ्गेभ्यः हे हे दिः अत्र हू स्थाने दि आदेशः भवति तत्र किमपि नास्ति हू धातुतः जलन्तेभ्यः जल्वर्णः अस्ति चेत् एतत् धातुभ्यः कीप्रत्ययस्थाने कीप्रत्ययस्थाने जि आदेशः भवति। हू हू इति धातु अस्ति अपि च झलन्त इति धातु अस्ति चेत् हू धातु अस्ति अपि च झलन्त नाम हू अङ्गमस्ति अथवा झलन्त अङ्गमस्ति चेत् तस्य अनन्तरं यत् लोट्लकारस्य हि प्रत्ययः अस्ति तस्य स्थाने धी भवति, जलन्तदातवः हलन्तदातवः सन्ति, येषाम् अन्तिमवर्णः जल् प्रत्याहारे अन्तर्भूतः, अदादिगणे जुहोत्यादिगणे रुदादिगणे च एतादृशदातवः सम्भवन्ति। अग्रे धातूनां हल् सन्धिविषयः आयाति, तदा येषां गणानां हलन्तदातु अवलोकयेम। यथा जुहु योगः हि इत्युक्ते जुहु इति भवति, जुहु योगः दि जुहुदि इति भवति, हु धातुः परस्मैपदी जुहु इति अङ्गम्। तर्हि जुहुयोग हि मध्ये जुहु हि इति न भवति, जुहु हि भवति, हि स्थाने हि भवति. सर्वे अवगच्छन्ति वा? तर्हि कृते नूतनसूत्राणि कानि सन्ति? द्रव्यो हेति अपि च उष्णुवोः सार्वकम्. अस्तु, तर्हि इदानीं जुहु कृते अङ्गानि रूपाणि सन्ति, समयः अपि समाप्तः. तर्हि गृहकार्यरूपेण हू कृते अङ्गानि, हू कृते रूपाणि कुर्वन्तु. लट् लोट् लम् इति लिङ्गे तदनन्तरम् अग्रिमवर्गे वयं रूपाणि कुर्मः, करिष्यामः. अत्र एकः सन्देहः, हूजल्पहेद्भिः इति अस्ति, हू धातुतः जलेन्तेभ्यः धातुभ्यश्च इति अस्ति. इदानीं तत्र रुदादिगणे अपि प्रसृतिः भवति इति कृतमस्ति खलु तत्र, परन्तु तत्र धातुः न भवति खलु, मध्ये विकरणप्रत्ययः आगच्छति खलु, तद् भवति वा तादृश? अङ्गमस्ति खलु, तत्र अङ्गस्य इति न दत्तमस्ति खलु, अङ्गकार्यमस्ति तत्र, तत्र जलन्त्येपि दातुभ्यः अङ्गेभ्यः. अस्तु, जल अङ्गेभ्यः. अस्तु, अपि च भवतः भवतः भवतः प्रश्ने तस्ति, अत्र भवतः प्रश्नः किमस्ति? रुधादिगणे किम् अत्र मध्ये आगच्छति खलु, विकरणप्रत्ययः आगच्छति. अहं चिन्तितवान् विकरण कोऽपि अन्यप्रत्ययः नास्ति चेदेव भवति वा अङ्गस्य, तादृश भवति वा इति. रुधादिगणे मध्ये आगच्छति, परन्तु यतोहि मध्ये आगच्छति अतः तत् अङ्गमपि अस्ति, धातुः अपि अस्ति. ओ अस्तु अस्तु, यत्र अस्तु तत्र सन्धिपाठे एकं वार्तिकमस्ति, अहं परिभाषा अस्ति न स्मरामि, परन्तु यदि मध्ये आगच्छति कोऽपि आगमः तादृश एव तस्य प्रकृतिः भवति पूर्वम्. आमामां महोदय, इदानीं मम अपि स्मरणे आगच्छति. अहं एक्साक्ट्लि न स्मरामि, परन्तु अस्तु परन्तु अत्र विकर्णप्रत्ययं रोदादिगणे अस्ति खलु, जिस् तम् इति अस्ति, न एव तिष्ठति. भवान् अस्ति, परन्तु तद् विकरणप्रत्ययः धातोः मध्ये आगच्छति खलु, अन्ते नास्ति. विदच्छोद्यात् परः इति सूत्रेण अन्ते प्रत्ययम् अस्ति खलु, प्रथमम् अङ्गम् अस्ति, अनन्तरं विकरणप्रत्ययम् अस्ति, अनन्तरं प्रत्ययम् अस्ति. अतः मिदच्छोन्त्यात् परः इति सूत्रेण मध्ये आगच्छति धातोः, अन्ते नास्ति. अन्यगण इव नास्ति खलु, अन्यगणे तु अन्ते आगच्छति, परन्तु मिते मित्वात् अन्तिम अन्तिम अचवर्णात् अनन्तरम् आगच्छति, तद् अग्रे आगच्छति, परन्तु तत्र रुधादिगणः एक एव गणः अस्ति, अत्र विकरणप्रत्यय धातोः मध्ये भवति. अतः किम् अत्य भवति एव वदतु खलु, तथापि धातुरूप अङ्गं भवति एव, धातुरूपे अङ्गम् इति अङ्गमपि यत् धातु धातुरूपी अङ्गम् तस्य कार्यं भवति तत्रापि भवितुमर्हति. अतिष्णुधातु ब्रुवां तत्र कार्यं न भवति खलु, यतोहि तत्र रुधादिगणे कोऽपि उकारान्त इकारान्त नास्ति. हा नास्ति नास्ति, परन्तु तादृश धातुरूपी अङ्गं, परन्तु मध्ये आगच्छति चेत् अपि तत् धातु अङ्गसंज्ञा अस्ति एव, धातुरूपी अङ्गम् इति धातु एव. परन्तु रुधादिगणे अतिष्णुतस्य कुत्रापि प्रसक्तिः न भवितुं शक्नोति खलु, हलन्तदा सर्वत्र. अस्तु अस्तु, तर्हि इदानीं विरमामः. धन्यवादः. धन्यवादः महोदय.